नमस्कारः. अद्यतन विषयः अस्ति ऋत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च इति विषयः प्रवर्तमानः अस्ति. तर्हि किञ्चित् समयं पुनरालोकनरूपेण किञ्चित् पश्यामः. तस्य अन्तिमभागः करणीयः खलु, तस्मात् पूर्वं पुनरालोकनरूपेण किञ्चित् दृष्ट्वा अग्रे सरेम. तर्हि तर्हि सामान्यतया पश्यामः चेत् धातुभ्यः प्रत्ययः विधीयन्ते खलु, ता प्रत्ययाः द्विविधाः भवन्ति. तिङ् अपि भवितुमर्हन्ति, कृत् प्रत्ययाः अपि भवितुमर्हन्ति. तर्हि यत्र तिङ् प्रत्ययः भवति वयं किं साधयामः, तिङन्तम् इति कृत्वा किमस्ति क्रियापदस्य निर्माणं कुर्मः. यदि धातुभ्यः कृत् प्रत्ययः विधीयते चेत् कृदन्तं प्राप्नुमः वयं. तर्हि तिङ् प्रत्ययस्य पुनः यत्र तिङ् प्रत्ययेन सह योजनं भवति तत्र पुनः द्विविधाः द्विविधाः. तर्हि एकमस्ति सार्वधातुकः इति, तिङ् प्रत्ययः सार्वधातुकप्रत्ययः भवन्ति. अनन्तरम् आर्धधातुकः इति अपि भवति. अनन्तरम् अकृत् चेदपि सार्वधातुकाः आर्धधातुकाः इति रूपद्वयमस्ति. अत्र किमित्युक्ते सार्वधातुकाः इत्युक्ते सार्वधातुकप्रक्रिया ये स्वीकुर्वन्ति इति अर्थः. सार्वधातुकप्रक्रिया कुत्र भवति इत्युक्ते, अस्य प्रश्नस्य उत्तरं किमित्युक्ते, धातुभ्यः साक्षात् धातुः यत्र यत्र तिङ् पश्यति चेत् प्रत्ययं पश्यति चेत् तर्हि सार्वधातुकप्रक्रिया स्वीकुर्मः. धातुतः धातुः यदि साक्षात् तिङ् प्रत्ययं न द्रष्टुं शक्यते चेत्, किमपि अन्यप्रत्ययः तस्य अवधानं करोति चेत् तत्तु वयम् आर्धधातुकः इति वदेम. तर्हि साक्षात् पक्षति इति नाम किम्? अत्र किम् इत्युक्ते, सार्वधातुक यत् संज्ञा अस्ति तस्य कृते केवलम् एकमेव सूत्रमस्ति, तिंशित् सार्वधातुकमिति. जानाति खलु तिंशित् सार्वधातुकमिति एकमेव सूत्रमस्ति. एकं सूत्रमस्ति, सूत्रसङ्ख्या अस्ति तृतीय अध्याये चतुर्थे पादे त्रयोदशशतम् इति सूत्रं. त्रिंशत् सार्वधातुकम् एकशतम् आं भगिनि इति सूत्रं. तर्हि नाम किं, तिङ् यदि प्रत्ययः तिङ् वा षित् वा अस्ति चेत् सार्वधातुकसंज्ञा भवति तस्य तु. किन्तु कदाचित् अन्यत् किमस्ति, तस्य अग्रिमसूत्रमस्ति अत्र अष्टाध्यायी पुस्तकं पश्यन्ति चेत्, सूत्रपाठः पश्यति चेत् तृतीयाध्यायस्य प्रथमपादं स्वीकरोतु, पुटसङ्ख्या अस्ति क्षम्यतां चतुर्थपादः, यत्र तिंशित् सार्वधातुकमिति आयाति खलु. अत्र तु अस्माकं पुस्तके तु द्विसप्ततिः तमपुटमस्ति. तत्र तर्हि 113 इति तु तिंशित् सार्वधातुकम् इति सार्वधातुकसंज्ञा सूत्रमस्ति. अनन्तरमस्ति आर्धधातुकं शेषः, यत्तु तिङ् अपि नास्ति षित् अपि नास्ति, आर्धधातुकसंज्ञा तत्तु प्राप्नोति. अनन्तरं पाणिनिः वदति लिट् च इति वदति, इत्युक्ते लिट् लकारः साक्षात् तस्य आर्धधातुकनामकरणं कृतवान्, संज्ञा दत्तवान्. अनन्तरं किं कृतवान्, लिङ् आशिषि इत्यपि लिङ् आशीर्लिङ्ग् यत् अस्ति तदपि साक्षात् तस्यापि आर्धधातुकसंज्ञा दत्तवान्. अनन्तरं तर्हि लिङ्ग् लिट् लकारः लिङ्ग् लकार आशीर्लिङ्ग् लकारः द्वयोः अपि आर्द्रदातुकसंज्ञा भवति इति वयम् अवगन्तुं शक्नुमः. अनन्तरं कस्य आर्द्रदातुकसंज्ञा भवितुमर्हति? क्षम्यतां, लट् लोट् लङ् विदिलिङ् विहाय अन्यत्र सर्वत्र यत्र अनन्तरं लिट् अपि विहाय, लिट् तु साक्षात् नामकरणं कृतम्, आशीर्लिङ्ग् अपि साक्षात् नामकरणं कृतम् आर्द्रदातुकविषये. अन्ये सर्वे ये लकाराः सन्ति तेषाम् अन्यसूत्रमस्ति, पठितवन्तः खलु, स्यतासि लृटोः इति. तर्हि तत्र किं भवति इत्युक्ते, तत्र किं कार्यं किं कोऽपि वक्तुं शक्यते किं विषयः कः इति, तस्य किमर्थम् आर्द्रदातुकप्रक्रिया प्राप्नोति सः लकारः, ते यत्र लुट् लकारः आर्द्रदातुकसंज्ञा किमर्थं प्राप्नोति इति. लकारस्य नन्तरम् आयाति, लकारस्य अनन्तरं मध्ये आयाति स्य प्रत्यय, अतः साक्षात् न दृष् धातुः तिङ्प्रत्यय प्रत्ययं साक्षात् न द्रष्टुं शक्यते इति कारणेन आर्धातुकसंज्ञा भवति. उत्तमं महोदय. तर्हि साक्षात् न द्रष्टुं शक्नोति, मध्ये अन्यविकरणप्रत्ययः, यः षित् नास्ति, यत् यस्य सार्वधातुकसंज्ञा नास्ति तद् आगत्य उपविशति. तर्हि धातुः लकार अवस्थायाम् एव आगत्य उपविशति. यत्र सामान्य यत्र लट् लोट् लङ् विदिर्लिङ्ग् यत्र सार्वधातुकप्रक्रिया भवति, तत्र तु प्रथमं लकारस्य स्थाने तु किमपि मध्ये न उपविशति, केवलं धातुः योगः तिङ् इति एव अस्ति. अनन्तरं यत्र क्षम्यताम् इति लकारः इति अस्ति, अनन्तरं यदा लट् लकारः इति भवति चेत् लट् इति आयाति, अनन्तरं यत्र तिङ् इति तस्य लट् लट् स्थाने तिङ् आयाति, अनन्तरं तिङ् तस्मिन् समये एव कर्तरिषप् इति आगत्य विवक्षानुसृत्य कर्तरिषप् आयाति. तर्हि अवगन्तुं शक्नुमः यत्र लट् लोट् लङ् विदिर्लिङ् विदिर्लिङ् एते चत्वारः लकाराः सार्वधातुकसंज्ञकाः, अनन्तरम् अन्ये सर्वे लकाराः तु आर्द्रदातुकाः इति. यत्र सार्वधातुकाः भवन्ति तत्र तु सामान्यसूत्रमस्ति. तत्र विकरणप्रत्ययः कः, सामान्यसूत्रं किं, विजया भगिनी वदति किम्? यत्र लट् लकारे सामान्यसूत्रं यत्र विकरणप्रत्ययं सार्वधातुकलकारः चेत् लट् लोट् लङ् विधिलिङ्ग् इति कुर्मः, अनन्तरम् आर्द्रदातुकलकारः चेत् लिट् लुट् लृट् अशीर्लिङ्ग् लुङ् लृङ् एतत् सर्वम् आगच्छति. सार्वधातुकलकारः एतत् चतुर्थम् अस्ति, तत्र कर्तरि शप् कार्यं करोति. किञ्चित् सार्वधातुकम् इति अनेन सूत्रेण कार्यं करोति तत्र. न न, कर्तरिषप् इति सूत्रेण एव तत्र आगत्य उपविशति. सार्वधातुके परे कर्तरिषप् विहितः भवति. यत्र सार्वधातुकप्रक्रिया अस्ति विवक्षायां, सार्वधातुकविवक्षायां कर्तरिषप् इति शप् विधानं भवति. तर्हि शप् अपि सार्वधातुकसंज्ञां प्राप्नोति इति कृत्वा पूर्णतया तत्तु सार्वधातुकप्रक्रिया इति वदामः. तर्हि भवती यदा उक्तवती आर्द्रधातुकसंज्ञकाः भवति इति उक्तवती, के के लकाराः इति, मध्ये किमपि उपविशति इति कृत्वा धातुः साक्षात् न पश्यति इति कृत्वा केचनानाम् आर्द्रधातुकसंज्ञा भवति, अनन्तरं भवन्ति, अनन्तरम् अन्ये लिट् च आशीर्लिङ्ग् च तेषां तु पाणिनिना एव निर्दिष्टम् आर्द्रधातुकः इति निर्दिष्टम् इति कृत्वा तस्यापि आर्द्रधातुकसंज्ञा. आर्द्रदातुकप्रक्रिया यत्र भवति तस्माकं अत्र तत्र तु अस्माकम् इडागमविचारः भवति. वयम् अहं किं करोमि इत्युक्ते अस्माकं जानाति खलु, अस्तु, इडागमः भवति. अस्तु, अहं तु महोदयस्य करपत्रस्य एव पुनः आलोचनं करोमि. अनन्तरं यत्र कृत् प्रत्ययः भवति तस्य तु अस्माकं यत्र वयं पुनः विभजनद्वयं भवति खलु, सार्वधातुकः आर्द्रधातुकः इति विभजनद्वयं भवति, सार्वधातुकाः आर्द्रधातुकाः इति. वयं जानीमः तिङ्क्षित् सार्वधातुकम् इति एकमेव सूत्रमस्ति यत् सार्वधातुकसंज्ञा विददाति इति. तिङ् तु कृत् प्रत्ययानां कृते न वक्तुमेव शक्यते, न आयाति एव. तर्हि केवलं षित्, ये प्रत्ययाः षित् सन्ति ते प्रत्ययाः आर्धधातुकसंज्ञकाः. अनन्तरं ये प्रत्ययाः षित् नास्ति, षित् न सन्ति, ते तु आर्धधातुकः इति तेषां नामकरणम्. उदाहरणार्थं पश्यामः ते चेत् अत्र षित् अस्ति सार्वधातुकसंज्ञकाः. कृत् प्रत्ययः यस्य षित् अस्ति, उदाहरणार्थं शस्त्र, शानच्, अत्र तु शकारस्य इत्संज्ञा भवति इति कृत्वा तिंशत् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा प्राप्नुवन्ति. संज्ञा अस्ति इति कृत्वा, सार्वधातुकसंज्ञा अस्ति इति कृत्वा कर्तरिषप् इति विधानं भवति. तर्हि यत्र कर्तरिषप् इति यत्र आयाति तत्र तु गुण धातुगणम् अनुसृत्य अन्ये विकरणप्रत्ययाः अपि कर्तरिषप् प्रभाद्य आयान्ति. अनन्तरं यत्र अशित् अस्ति, शित् नास्ति ये कृत् प्रत्ययाः, तेषां पुनः किं चिन्तनमस्ति? आर्धधातुकाः इति कृत्वा आर्धधातुकसंज्ञा प्राप्नुवन्ति इति कृत्वा आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञा प्राप्नुवन्ति ये प्रत्ययाः षित् न सन्ति. तर्हि तेषां पुनः कः अस्माकं विचारः कथं भवति इत्युक्ते इडागमः विचारः करणीयः तत्र पुनः. तर्हि आर्धधातुकः चेत् इडागमः विचारः, सार्वधातुकः चेत् कर्तरीषप् इत्यस्य विधानम्, अनन्तरं धातुगणम् अनुसृत्य विकरणप्रत्ययस्य भेदः भवति इति सारांशः. अत्र प्रथमभागबिन्दुः ए इति तत्तु भवद्भिः कृतं खलु, तत् कृतं, तत् शत्रुप्रत्ययः इति कृत्वा सार्वधातुकसंज्ञकप्रत्ययः सन्ति इति धातुगणम् अनुसृत्य भेदः भवति इति गतसप्ताहे दृष्टवन्तः. अनन्तरं बि इति भागस्य अपि प्रथमभागः अभवत् इति मन्ये, यत्र आर्धधातुकानां कृत्प्रत्ययानां रूपाणि इति, कर्तृत्वे आर्धधातुकाः कृत्प्रत्ययाः कृदन्तानां दशानां धातुगणानां रूपभेदः नास्ति इति, तदपि अभवत् खलु? तस्ति अभवत्. अस्तु, तत्र वयं दृष्टवन्तः कृत् प्रत्ययः अस्ति चेत् अत्र तु आर्धातुक कृत् प्रत्ययाः सन्ति इति कृत्वा इडागमविचारः करणीयः इति. अस्तु, तर्हि अग्रे द्वितीयभागः, तस्यैव बि इत्यस्यैव द्वितीयभागः अस्ति. राजेन्द्रमहोदय पठति किम्? आर्धधातुकृत् प्रत्ययानां भगिनि तथा आं महोदय, किन्तु सर्वेषां कृते एतावत् पर्यन्तं किमपि संशयः अस्ति किम्? अस्तु महोदय, अत्र अकारादि इकारादि इति तस्य विभागः कृताः खलु, तत्र किमपि अन्यकार्यम् अस्ति वा? केन किमर्थम् अकारादि अकारान्त आकारान्त इकारान्त वा? महोदय, विचारे किञ्चित् भेदः भवति. उदाहरणार्थम् उकारान्तः सन्ति चेत्, इकारान्तः उकारान्तः सन्ति चेत् सामान्यसूत्रमस्ति खलु अस्माकं, यत् अस्ति सार्वधातुकार्धातुकयोः इति सूत्रेण गुणकार्यं भवति. अनन्तरं तादृशविषयः, इदुपदः उदुपदः चेदपि समानं भवति, ऋदुपदः तदापि समानकार्यं भवति, गुणकार्यं भवति इति तादृशचिन्तनं तस्य कृते एव. अनन्तरं इकारान्ताः नाम पुनः अन्यानि सूत्राणि, अदादि अस्ति चेत् अचादिश्चेत् अचुवर्णः आदौ अस्ति चेत् भिन्नसूत्रं, किञ्चित् भेदः भवति, किञ्चन भेदः वर्तते, किन्तु अधिकतया एते वयम् एतादृशं पश्यामः चेत् कार्यं भवति इति कृत्वा एतादृशं मातृभिः कृतम्. प्रमुखविषयः विषयः तु महोदयेन यत् उक्तमासीत् खलु, पुगन्तलघुपतस्य च सार्वधातुकः इति गुणकार्यस्य विचारः, तदेव तदेव. अनन्तरम् एजन्तानां कुत्रचित् आकारादेशः भवति इति कृत्वा एज् इति पृथक्तया पश्यामः. तर्हि राजेन्द्रमहोदय पठतु महोदय. आर्धधातुकः कृत् प्रत्ययानां इडागमविचारः. आर्धधातुकृत् प्रत्यये निष्पादितानां पदानां धातुगणे भेदो न भवति, किन्तु इड् आगमविचारः अपेक्षितः। यथा तौ तु कृतवान् गतवान्, परन्तु इड् आगमे सति पठितवान् खादितवान्। तुमन् ज्ञातुम् आप्तुम् आप्तुं परन्तु इड् आगमे सति क्रीडितुं जीवितुं। तव्यत् द्रष्टव्यं दातव्यं, परन्तु इड् आगमे सति खादितव्यं क्रीडितव्यं। तृच् कर्ता दाता, परन्तु इड् आगमे सति स्पर्धिता डयिता। एवमेव अनीर् नौल् त्वा ल्युट्, यावन्तः कृत् प्रत्ययः अश्रितः सन्ति ते सर्वे तथा आर्द्रधातुकाः, तत् इडागमविचारः करणीयः। यत् कुत्रापि आर्द्रधातुकृत् प्रत्ययः धातुतः विहितः भवति तत् तु घन् धातु घनभेदः नास्ति तत्र। यथापि तत्र कोऽपि विकर्णप्रत्ययः मध्ये न आगच्छति, कर्तरि शब्दशक्तिः नास्ति, तत्कारणात् तत्र घनभेदः विचारः नास्ति। परन्तु तत् किन्तु तत् इडागमविचारः अपेक्षितः। यथा त्वतु चिन्तयामः चेत् कृतवान् गतवान् उदाहरणत्वेन तत्र इडागमः न भवति, परन्तु पाठ दातु अपि च खाद् दातु पठितवान् खादितवान् तत् इडागमविचारः भवति तत् किम् अस्ति यत् तुमुन् तथैव तुमुन् प्रत्यये अपि ज्ञातुम् आप्तुं तत्र इडागमविचारः न भवति, परन्तु क्रीडितुं जीवितुं तत्र इडागमविचारः भवति। तव्यत् प्रत्ययः अस्ति चेत् द्रष्टव्यं दातव्यम् अस्ति, परन्तु तत्र इडागमविचारः न भवति, परन्तु खादितव्यं क्रीडितव्यं तत्र इडागमविचारः भवति। तथैव तृच् प्रत्ययः अस्ति चेत् कर्ता दाता इडागमविचारः न भवति, परन्तु स्पर्धिता दयिता तत् इडागमविचारः भवति। अत्र किं वयं पूर्वं पठितवन्तः यत्र धातुः अपि सेट् भवेत् अपि च प्रत्ययः अपि सेट् भवेत्, तत्र सेट् भवति तत् तदनन्तरं तत्र इडागमः अस्ति। परन्तु यदि धातु सेट् न हो अपि न भवति, परन्तु अपि च प्रत्ययः अपि सेट् न भवति, तत् इडागमविचारः इडागमः न भवति। द्वौ अपि इड अनुकूलः भवेत् तदेव इडागमः भवति। उत्तमं, धन्यवादः महोदय। आं सत्यं, तर्हि प्रत्ययः इडानुकूलः धातुः सेत् अस्ति चेत् एव इडागमः। एकमपि प्रत्ययः वा धातुः वा उभयोः उभौ वा यदि इडानुकूलः नास्ति चेत् सेत् नास्ति चेत् तर्हि इडागमः न भवति। उभौ अपि इडानुकूलौ चेत् एव सेत् भवति, इडागमः भवति इति चिन्ता तत्र मुख्यांशः। धन्यवादः महोदय। रघुपतिमहोदय अग्रे पठति किम्? आर्धातुकप्रत्ययपदे सति इट् नाम इ इति आगमः कुत्रचित् धातुप्रत्ययोः मध्ये उपविशति। यथा दृष्टं पूर्वं धातुः अपि सेट् स इट् प्रत्ययः अपि सेट् चेदेव इडागमो भवति। धातुप्रत्ययोः मध्ये एकोपि अनिट् अन इट् चेत् इडागमो न भवति। द्वयमपि सेट् चेदपि कुत्रचित् अपवादत्वेन इडागमः न भवति, परन्तु द्वयोर्मध्ये एकः अनिट् चेत् इडागमः नैव भवति। कोऽपि आर्धातुकप्रत्ययः सेट् नाम इडागमयोग्यः न वा इति कथं ज्ञातव्यम्? एतदर्थं प्रमुखं सूत्रद्वयम् अस्ति। अस्तु, आर्धातुकप्रत्ययपरे इडागम इट् इकारमध्ये उपविशति, इट् अस्ति अतः प्रत्ययस्य प्रथमे एव आगच्छति इ इति धातुः अपि प्रत्यये मध्ये आगच्छति। इडागमः भवति यदा भवति तदा भवति यदा धातुः अपि सेट् योग्यः अपि च तथ्ये अपि सेट् योग्यः. कुत्रचित् स्थलेषु यद्यपि धातुः अपि सेट् अस्ति तस्य अपि सेट् अपि इति इडागमः न भवति इति अपवादः अपि अस्ति. इदानीम् अग्रे प्रत्ययः सेट् सेट् योग्यः इट् योग्यः अथवा अनिट् वा इति कथं दातव्यम् इति पृष्टे सति सूत्रद्वय सूत्र द्वयो सूत्रद्वयं सहकारेण भवति. अग्रे पठे अग्रे आर्धातुक अत्र एतत् कोऽपि आर्धातुकप्रत्यय सेट् नाम इडागमयोग्यः न वा इति कथं जातव्यम् एतदर्थं प्रमुखसूत्रद्वयमस्ति. प्रथमं तु आर्धातुकसेट् वलादेः आर्धातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्तिमवर्णः अस्ति चेत् तस्य इडागमः भवति. वलादेः क्षम्यताम् अस्तु अस्तु आर्धातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति. वलादेः आर्धातुकस्य इडागमः स्यात् इट् आगमः टित् अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि. वल् आदौ यस्य स वलादिः बहुव्रीः तस्य वलादेः. आर्धातुकस्य षष्ट्यन्तम् इट् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धातुकस्य इट् इति अत्र सूत्रं दत्तमस्ति. सप्तमाध्यायस्य द्वितीयपादस्य पञ्चत्रिंशत् सूत्रमस्ति आर्धातुकसेट् वलादेः. यदि प्रत्यय आर्धातुकप्रत्ययस्य आदौ वल् प्रत्याहारस्य कोऽपि अन्यतमवर्णः अस्ति चेत् वत् इडागमः भवति इति अस्ति. इट् अस्ति अतः टित् इट् इट् इत्युक्ते टित् अस्ति अतः आद्यन्तौ टक्यते इति इच्छनेन प्रत्ययस्य आदौ इड् इडागमः भवति. वल् प्रत्याहारे वकारं वल् प्रत्याहारे यकारम् अयवरट् एकनिमिषं वलादि अयवरट् वल् अस्तु हकारं विहाय यकारम् यकारं विहाय अस्तु अन्ते अहकारः भवति अस्तु यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि अस्ति अङ्ग अतः अङ्गात् वलादेः आर्धातुकस्य इट् इति सूत्रम्. अस्तु महोदय. तर्हि अत्र किम् इत्युक्ते अङ्गात् इति उक्तमस्ति सत्यम् अङ्गं पूर्वमस्ति अनन्तरम् अग्रे वलादिप्रत्ययः अस्ति चेत् अत्र उक्तमस्ति वलादेः आर्धधातु कीदृशवलादिप्रत्ययः आर्धधातुकवलादिप्रत्ययः अस्ति चेत् क्षम्यताम् आर्धधातु कीदृश आर्धधातुकप्रत्ययः इत्युक्ते वलादि आर्धधातुकप्रत्ययः वलादेः आर्धधातुकस्य इति द्वयोः तु विशेषणविशेषभावः वर्तते अत्र. तर्हि तादृश तर्हि स्थाने किम् अस्ति षष्टिविभक्ति षष्टिविभक्ते यत् सूचितमस्ति वलादेः आर्धातुकस्य इति सूचितमस्ति तर्हि स्थाने अस्ति वलादेः आर्धातुकस्य तर्हि प्रत्ययः स्थाने अस्ति प्रत्ययस्य इडागमः भवति इति अवगन्तुं शक्यते. तर्हि प्रत्ययस्य इडागमः चेत् इट् इति टकारस्य तुन्य इति कृत्वा आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति तर्हि स्थानिनेः आदौ आयाति इति. धन्यवादः महोदय. प्रश्नः नास्ति चेत् अग्रे सरेम भगिनी वद् पठति किं भगिनि नाम उच्यतां भगिनि विजया भगिनि पठतु भगिनि आम् आम् भवती एका एव अस्ति अत्र भगिनि आम् वा नेट् वशीकृति सप्तमाध्याये द्वितीयपादे अष्टम सूत्रे कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो न भवति यस्मिन् विधिस्तदा आदौ किमस्ति भगिनि तदादवल्ग्रहणे एकम प्रथम अध्याये प्रथमपादे द्विसप्ततितमे वार्तिकं तत्र नवविंशतिः इत्यनेन वशीकृति इत्युक्तौ दशादौ कृति तादृशप्रत्ययः यस्य आदौ वश् स्यात् वश् प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः चतुर्थः पञ्चमः च सदस्याः वकार रेफ लकारः च नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः अथवा शकारः शकारः सकारः चेत् इदानुकूलः न अव्ययपदम् इत् प्रथमान्तं वशि सत्यन्तं कृति सत्यन्तं सप्तन्त्यम् अनेकपदमिदं सूत्रं तत्र अङ्गस्य षष्ठ अध्याये चतुर्थपादे एकसूत्र इत्यस्य अधिकारः अस्ति तत्र अनुवर्तिकसहितसूत्रम् अङ्गात् न इत् वशीकृति इति तत्र लिङ् वशीकृति इत्युक्ते एतत् तत्र इदानीं बाधकसूत्रमस्ति तत्र कृत् प्रसङ्गः एव कार्यं करोति तत्र कृत् प्रत्ययस्य आदौ नव कृत् प्रत्ययाः सन्ति सत् शत्रु सानुचि इत्थवत् तवत् तव्यत् एतत् अनिय एतत् सर्वं कृत् प्रत्ययस्य आदौ आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् एतत् विषये अन्यतमवर्णः अस्ति चेत् तस्य इडागमः न भवति अतः एतत् नेङ् वशीकृति इति इडागम बाधकसूत्रमस्ति बाधकसूत्रमेव तत्र यस्मिन् विधिः तत् आदौ वल्ग्रहणे वाक्यं तत्र इत्यनेन वशीकृति इत्युक्तौ वशादौ कृति तादृशप्रत्ययः यस्य आदौ वश स्यात् इत्युक्ते तत्र वशप्रत्ययहारे वर्गीयव्यञ्जनानां तृतीयः चतुर्थः पञ्चमः इति मृदव्यञ्जनस्य सदस्याः तत्र अस्ति वकार रेफः लकारः तत्र कार्यं करोति कार्यं न करोति एव तत्र नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमतृतीय अथवा प्रथमसदस्य तृतीयसदस्य कर्कशव्यञ्जनमस्ति तत्र एतत् अथवा शकारः शकारः सकारः अकारः चेत् इदानुकूलः एतत् सर्वं पूर्वं वयं दृष्टवन्तः तृतीयचतुर्थपञ्चमसदस्यः अर्धधातुकप्रत्ययः अस्ति चेत् कार्यं करोति न अव्ययपदं तत्र इड् प्रथमान्तं वशि सप्तम्यन्तं कृति सप्तम्यन्तम् अनेकपदमिदं सूत्रं तत्र अङ्गस्य इत्यस्य अधिकारः एव अनुवृत्तिसहित सूत्रम् अङ्गात् न ईत् वशी कृति इति तत्र वश् इत्युक्ते वार ल नुम् नुमागमः एतत् सर्वं विपरीतमस्ति तत्र प्रथमसदस्य द्वितीयसदस्य एव अनन्तरं शकारः शकारः शकारः अकारः तत्र इडागमकार्यं करोति एव तत्र एतत् अन्ये स्थाने कार्यं न करोति इति. धन्यवादः भगिनि. सूत्रेण आहत्य तत्र आर्धधातुकवलादेः इति सूत्रेण आर्धधातुकबल् कश्चन अन्तिम आगच्छति अनन्तरं कार्यं करोति तत्र. किम् इत्युक्ते अत्र सामान्यतया वयं जानीमः यत्र आर्धधातुकप्रत्ययः अस्ति चेत् अस्माकं तु इडागमविषयः करणीयः इति. तर्हि यत्र प्रत्ययः तिङ् प्रत्ययः अस्ति चेत् आर्धधातुक तिङ् प्रत्ययः अस्ति चेत् केवलं प्रथमसूत्रस्य एव आवश्यकता वर्तते. आर्धधातुकस्य इड् वलादिः केवलं वलादि अस्ति वा इति द्रष्टव्यं. वलादि अस्ति चेत् वयम् इडागम इदानुकूलः प्रत्ययः इति अवगन्तुं शक्यते. तिङ् प्रत्ययः इदानुकूलः इति अवगन्तुं शक्यते. किन्तु कृत्प्रत्ययानां कृते पुनः अस्माकं चिन्तनं वयं चिन्तयामः. कृत्प्रत्ययः वशादि अस्ति वा वशादि नास्ति वा इति चिन्तितव्यं. तर्हि यदि वशादि अस्ति चेत् इदानुकूलः नास्ति कृत्प्रत्ययः. वशादि नास्ति चेत् इदानुकूलः कृत्प्रत्ययः इति मन्तव्यम्. तावदेव. तिङ् अस्ति चेत् केवलम् एकमेव सूत्रम् अर्धस्तुकस्य इद्वलादिः इति. कृत्प्रत्ययः अस्ति चेत् सूत्रद्वयस्य आवश्यकता वर्तते. प्रथमं आर्धदातुकस्य इड् वलादेः इति इदागमस्य इदागमः भवेत्. किन्तु वशादि अस्ति चेत् निषेधकसूत्रम् अस्ति अयं. तर्हि इदं तर्हि नेड्वशीकृति इत्यनेन वशादि अस्ति चेत् कृत्प्रत्ययः तस्य तु इडागमः न भवति इति. धन्यवादः भगिनि. अत्र किम् इत्युक्ते यस्मिन् विधिस्तदादौ वल्ग्रहणे इति अवगच्छति किम् अत्र किम् विधिसूत्रं न कार्यं करोति इति संज्ञासूत्रमेव. तत्र यस्मिन् विधिस्तदादौ वल्ग्रहणे इत्युक्ते वयं पूर्वं प्रथम एकं प्रथमवर्गे आदौ एकः वर्गः आसीत् खलु. अस्माकं करपत्रमस्ति पाणिनीयसूत्रं कथं पठनीयम् इति. तत्र अस्माभिः पठितं सप्तमे विभक्तिः अस्ति चेत् पूर्वकार्यम् इति पठितं खलु. तर्हि अनेन सूत्रेण एव षष्टि सप्तमी विभक्तिनिर्देशः यत्र भवति तत्र तु कार्यं पूर्वं भवति इति अनेन सूत्रेण. यस्मिन् विधिः यस्मिन् इति सप्तमी विभक्तिः. तर्हि यत्र विधिः सप्तमीविभक्त्यां सप्तमीविभक्तिपरे अस्ति चेत् विधिः तदादौ अल्ग्रहणे इत्यनेन विधिः तु पूर्वं भवति इति. यस्मिन् इति पर यत्र निर्देशः सप्तमी निर्देशः परमस्ति तर्हि तादृशविधिः तदादौ अल्ग्रहणे इति अल्ग्रहणे इति. यत्र अल्वर्णस्य निर्देशः अस्ति उदाहरणार्थम् अत्र वशी इति उक्तमस्ति तर्हि वशादि इति कथम् अवगन्तुं शक्यते. अनेन सूत्रेण यस्मिन् विधिः तद् आदौ वशी इति सप्तमी निर्देशः अस्ति तर्हि तादृश अल्वर्णः वश् प्रत्याहारे अस्ति चेत् तस्य ग्रहणं भवति इति. तर्हि वशादि अस्ति चेत् प्रत्ययस्य तेषां एते प्रत्याः यस्य आदौ वश् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् तेषां सर्वेषां प्रत्ययानां ग्रहणम् अत्र भवति. अनेन सूत्रेण भवति. अग्रिमपङ्क्तिद्वयमपि पठति किं भगिनि. सारांशः एवं यत् आर्धधातुककृत् प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः सदस्य शकारः शकारः सकारः हकारः च इत्येषु अन्यतमः चेत् सः प्रत्ययः इदानुकूलः भवति. धातुः अपि सेट् चेत् सामान्यतया इडागमः भविष्यति एव. तत्र वयं सारांशः तत्र बलं तत्र कार्यं करोति वा इति सूचयन्ति. वर्गीयव्यञ्जनानां प्रथमद्वितीयसदस्य अनन्तरं चकारः सकारः सकारः ह एतत् अकारः एतत् सर्वं इडागमस्य कार्यं करोति. तत्र अनन्तरं निरनुबन्धरूपम् एतत् सर्वं पश्यामः चेत् कृत् प्रत्यय तत्र चेत् अस्ति वा अनीत् अस्ति वा एतत् सूचयति. अनन्तरम् इडागमः भविष्यति वा चेत् मध्ये एतत् सर्वं सारांशरूपेण तत्र उक्तमस्ति. धन्यवादः भगिनी. क्षम्यतां, मम दोषः अभवत्. किम् इत्युक्ते यत्र सप्तमी अहम् उक्तवती खलु पूर्वकार्यम् इति सप्तमी विभक्ति चेत् तस्य तु तस्मिन् इति निर्दिष्टे पूर्वस्य अनेन सूत्रेण यत्र तस्मिन् इति अस्ति खलु तर्हि सप्तमीं निर्देशः अस्ति चेत् पूर्वकार्यम् इति तस्मिन् निर्दिष्टे पूर्वस्य 1166 इति सूत्रं तेन कार्यं भवति. अत्र यस्मिन् विधिस्तदादवल्ग्रहणे इति सूत्रेण कः किं कार्यम् इत्युक्ते वशी इति उक्तमस्ति खलु वशी कृति इत्यस्य तु निर्देशः अस्ति तस्मिन् निर्दिष्टे पूर्वस्य इत्यनेन कृत् प्रत्ययः यत्र परे आयाति इति अर्थः. अनन्तरं कार्यं पूर्वं भवति अङ्गं पूर्वम् अस्ति इति वशी इति उक्तमस्ति. तर्हि वशीकृति अनेन कः अर्थः इत्युक्ते वशादि इति उक्तमस्ति. वशादि इत्युक्ते आदौ वश् भवेत् इति. तर्हि वर्णस्य कृत् प्रत्ययस्य आदौ वश् प्रत्याहारस्य कश्चन वर्णः भवेत् इति यस्मिन् विधिस्तदादवल्ग्रहणे इति सूत्रं तत् कार्यं विदधाति. 1116 मध्ये किम् अस्ति भगिनि सूत्रे 1166 अस्ति तस्मिन् निर्दिष्टे पूर्वस्य 1166 मध्ये वा पूर्वकार्यम् इत्यस्य सप्तमी निर्देशः चेत् पूर्वकार्यम् इति अवगच्छामः खलु तस्य विषयः अस्ति. अनन्तरम् अत्र तु वशि इति अत्र तु प्रत्याहारः उक्तः अस्ति किन्तु सप्तमी विभक्त्याम् उक्तः अस्ति प्रत्याहारः. तेन कः विषयः इत्युक्ते आदौ तादृशप्रत्ययः यस्य आदौ अल्वर्णः प्रत्याहारस्य कश्चन अल्वर्णः अस्ति चेत् तादृश सर्वेषां प्रत्ययानां ग्रहणं भवति इति. इत्युक्ते वकारादि ये प्रत्ययाः सन्ति इति किम् अस्ति किम् अस्माकं प्रत्ययः यदि तृतीयवर्गस्य कश्चन वर्णः अत्र तु वशी इत्यनेन तृतीय क्षम्यतां वर्गीयव्यञ्जनानां प्रथम अतृतीय सदस्यः चेत् चतुर्थसदस्यः चेत् पञ्चमसदस्यः चेत् तेषां ग्रहणं भवति वशी इत्यनेन. तत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रेण तत्र उदाहरणमपि अस्ति एतत् अत्रैव उदाहरणमस्ति इ ओ एतत् इन्को इको एनसि इति कार्यं करोति तथैव अत्र तु कृति इति उक्तमस्ति. कृति इति सप्तमीनिर्देशः अस्ति सप्तमीनिर्देशः अस्ति इति कृत्वा पूर्वकार्यं कृत् प्रत्ययस्य पूर्वं कार्यं भवति. किन्तु एतत्तु निषेधकसूत्रमस्ति इड् नास्ति. धन्यवादः भगिनि. अत्र अहं विस्मृतवान् तत्र यदा वश् प्रत्यास्तः वा न वा इति निर्णेतुं अनुबन्धसहितकृतपत्य अपि या अनुबन्धरहित निष्कासनन्तरं वा निष्कास अनन्तरमेव मन्ये महोदय. निष्कास अनन्तरं बट् नवल् प्रत्यय अनिट् अस्ति नकार निष्कासनं भवति अक इति अक इति आयाति खलु. अस्तु अस्तु अस्तु अतः अस्तु अतः एव मम भ्रमा जाता. अस्तु अस्तु अक इति तदाधारेण अस्तु. अत्र तावत् तु पश्यामः चेत् अत्र तु इक् इत्यस्य लोपः भवति तर्हि त इति अस्ति. तत्तु न वश् अस्ति तत्र वश् नास्ति परन्तु अत्र नवल् अत्र किं वशि नास्ति इति कृत्वा तदेव उत्तममस्ति. वशि नास्ति इति कृत्वा इदानुकूलः अस्ति तुमुन् प्रत्ययः, तवत् प्रत्ययः, तुमुन् प्रत्ययः, तव्यत् प्रत्ययः, तृच् प्रत्ययः, एते चत्वारः अपि तकारेण तकारः आदौ अस्ति इति कृत्वा वर्गस्य तृतीयवर्णः, चतुर्थवर्णः, पञ्चमः वर्णः नास्ति इति कृत्वा तत्र इदानुकूलः अस्ति. अस्तु, वशि नास्ति इति कृत्वा इदानुकूलः, वशि अस्ति चेत् इदानुकूलः नास्ति. तर्हि केवलं प्रथमसदस्य, द्वितीयसदस्य, अनन्तरं शशसर् हल् इति एते सन्ति चेत् इदानुकूलः सन्ति अस्ति कृत् प्रत्ययः. आहते वदामः चेत् कल् प्रत्ययः, कल् प्रत्ययः नास्ति न तत्र, कल् न न अत्र किमर्थं वशि न वशि इति प्रत्येकसूत्रं कृतं कल् प्रत्ययः खल् इति भवेत् खलु. किन्तु कानिचन प्रत्याहाराः केचन प्रत्याहाराः प्रमुखाः सन्ति, तान् उपयुज्येव पाणिनेः सर्वाणि सूत्राणि भवन्ति इति कृत्वा प्रायः तदपि एकमपि स्यात् छन्दसः कृते अपि स्यात् वेदेषु अन्यतमः खलु अष्टाध्यायी इति कृत्वा कुत्रचित् छन्दसः कृते भिन्नरूपेण अपि तदेव विषयः किन्तु भिन्नरूपेण प्रतिपादयति अनुवर्तिरूपम् आगच्छति इति चिन्तयामि. वर्षे तदपि अस्ति अनुवर्तेः कारणं, छन्दसः कारणम् इति सत्यं महोदय. तदपि भवितुमस्ति. भगिनी एकः प्रश्नः अस्ति, अत्र किञ्चित् भवती वदति वा यत् धातोः विषये चेत् एकाच् अनेकाच् यथा भवन्ति तत्र इडागमः भवति वा, तत् पूर्वं पठितं परन्तु इदानीम् अहं न महोदय. निश्चयेन महोदय, अनेकाच् अस्ति चेत् सेत् अस्ति महोदय, इदानुकूल सेत् अस्ति. अनन्तरं पश्यामः चेत् यदि यत्र एकाच् अस्ति तत्र अजन्तदातुः अस्ति चेत् सामान्यतया अजन्तदातवः अनितः सन्ति. तत्तु पृथक्तया अस्माकं भानुवासरवर्गे तस्मिन् विषये वयम् आवलिं कृत्वा पठामः. अधुनैव प्रवर्तमानः अस्ति सः विषयः, एषः एव विषयः अस्माकं वर्गे. तत्र तु वयं पठामः प्रत्येकं के के दातवः अनीटः सन्ति, के के सेटः सन्ति, अनन्तरं वा इट् इत्यपि अस्ति, केचन दातवः सेत् अपि अस्ति, अनीट् अपि अस्ति इति कृत्वा कानिचन एव सन्ति, अधिकं नास्ति इति कृत्वा तेषामपि विषयं तस्मिन् विषये अपि पठामः. तर्हि सामान्यतया पश्यामः चेत् अनेकाच् अस्ति चेत् इदानुकूलः एव अस्ति, सेत् अस्ति. अनन्तरं यत्र एकाच् अस्ति अच् अजन्तम् अस्ति चेत् अधिकतया अनिट् अस्ति. अनन्तरं यत्र किन्तु ऊकारान्तः अजन्तम् अथवा आदौ अस्ति किम् अजन्तम् अजन्तदातुः, उदाहरणार्थं भूधातुः अजन्तदातुः अस्ति चेत् आकारान्तदातुः, ईकारान्तदातुः इति अधिकतया तु अनिटः सन्ति. अनिट् इत्युक्ते सेट् नास्ति, अनितः सन्ति. किन्तु तत्र किम् इत्युक्ते ईकारान्तः, दीर्घ ईकारान्तः सन्ति खलु, सर्वे दीर्घ ईकारान्तः, सर्वे दीर्घ उकारान्तः सेतः सन्ति, विशेषविषयः अस्ति तत्र. अनन्तरं किम् अस्ति चेत् हलन्तदातुः अस्ति इति चिन्तयतु. हलन्तदातुः अस्ति चेत् अधिकतया सेतः सन्ति, केचनाः एव सन्ति ये सेत् न सन्ति. तर्हि अजन्ताः चेत् अधिकतया अनितः, हलन्ताः चेत् अधिकतया सेतः. किन्तु अजन्तानां कृते सर्वे ईकारान्तः, सर्वे ओकारान्तः सेतः भवति. उदाहरणार्थं भूधातुः भविष्यति इति अस्ति खलु, अनन्तरं तृधातुः तरिष्यति इति. धन्यवादः महोदय. विस्तृतरूपेण अग्रे वयम् अस्मिन् अर्धधातुकप्रक्रिया यत्र यदा वयम् अस्माकं पाठः भवति तस्मिन् समये पूर्णतया पठामः वयं. तर्हि अग्रे राजेन्द्रमहोदय पठति. आम् आं भगिनि, अत्र अहं किं विस्मृतवान् यत् अजन्त दातवः ये सन्ति, एकाच अजन्तदातवः सन्ति, ते सेट् न भवन्ति, तत् अहं विस्मृतवान्. अस्तु, सारल्यं भवति यदा वयं लिट्रकारं कुर्मः तस्मिन् समये एतादृश नियमान् स्मरामः चेत्. नमस्कारः भगिनि, मम नाम श्रीवल्ली. क्षम्यताम्, इण्टर्नेट् प्राब्लम्, दट्स् वै ऐ कुडन्ट् जायिन् अर्ली. हा, नास्ति चिन्ता भगिनि, अहमपि अहं दृष्टवती भवत्याः नाम प्रायः दशनिमिषात् पूर्वं, किन्तु अहं विस्मृतवती, अनन्तरं यदा चर्चा जाता मया विस्मृतं. भवत्याः दूरवाण्याः प्रतिध्वनिः आयाति प्रायः कम्प्यूटर् मध्ये सङ्गणके भागम् ऊढवति खलु, तदर्थमेव स्यात्. अग्रे गत्वा प्रायः भगिनी फोन् मध्ये आगन्तुं, दूरवाण्या आगन्तुं प्रयत्नं करोतु. तर्हि तदुपयुज्य एव आगतवती. धन्यवादः. तर्हि भगिनी पठति किम् अग्रे? यथा नुल् अनिट् इति तथारभ्य. यथा नुल् अनिट् तृच् सेट्, नुल् धातोः परे चेत् इडागमः न कदापि भवति. तृच् सेट् अस्ति, अतः धातुः अपि सेट् चेत् इडागमः सम्भवति. भवति इति सामान्यनियमः, परन्तु केचन अपवादाः सन्ति. प्रत्ययः इडागम अनुकूलः चेत् धातुः इडागम अनुकूलः चेत् इडागमः भवति. यथा नुल् अनिट् तृच् सेट्, तृच् प्रथम प्रथमसदस्य नुल् धातोः परे चेत् इडागमः न कदापि भवति. किमर्थं नुल्? नुल् तु वशादि, पञ्चमवर्गे न न न न अस्माकं चिन्तनं तु तत् त्यक्त्वा एव. प्रायः तस्य अहं मन्ये, क्षम्यतां महोदय, अनुबन्धर सहितं प्रायः द्रष्टव्यम् इति मन्ये, मम अपि भ्रमः जातः. पञ्चमसदस्य अनुबन्धसहित अनुबन्धनिष्कासानन्तरं न इति मन्यते भगिनि. नि इति पञ्चमसदस्य वर्णः इति चेत् इडागमः न कदापि भवति. तृच् सेट् अस्ति, अतः धातुः अपि सेट् चेत् ओ निमित्तः धातुः अपि सेट् चेत् इडागमः सम्भवति. परन्तु सामान्यतः इडागमः भवति, परन्तु केचन अपवादाः सन्ति. इडागमः न भवति सेट् अपि चेत्. अधुना अधुना चिन्तनं कुर्वन्तु, एते आर्धधातुक कृत् प्रत्ययाः सेत्वा अदित्वा अनीय ता तव्ये त्वा ल्युट् तवतु तुमन्. ये चिन्तनं कुर्वन्तु, अनियर् धातुः अनिट् भवति, ता प्रत्ययः इट् भवति, तव्यत् प्रत्ययः इट् इडागम इट् भवति, इडागम अनुकूलः भवति, त्वा प्रत्ययः इडागम अनुकूलः भवति, ल्युट् प्रत्ययः अनिट् तव तु प्रत्ययः इडनुकूलः भवति, तुमुन् प्रत्ययः इडनुकूलः भवति. सम्यक् वा भगिनि? आं भगिनि, समीचीनमस्ति. अहमेव पूर्वं दोषाय उक्तवती, अहं तु अनुबन्धरहितं द्रष्टव्यम् इति मया उक्तमासीत्, तत्तु दोषाय, किन्तु अनुबन्धसहितरूपं द्रष्टव्यम् इति अधुना भ्रामि. आं भगिनि, अग्रे कृपया पूरयतु भगिनि. प्रतिध्वनिः अस्ति, अहं म्यूट् मध्ये भवामि. धातुः सेत्वा अनित्वा इत्यस्य प्रपञ्चः अग्रे अर्थधातुकपाठे अधीयते, परन्तु एतावता अस्माभिः ज्ञातं यत् अर्थधातुकप्रत्ययः अनित् चेत् इडागमः अवश्यं न भवति, प्रत्ययः सेत् चेत् धातुः अपि सेत् चेत् इडागमस्य सम्भावना. वयम् अर्धधातुकपाठे अग्रे अधीयते धातु सेत्वा अनित्वा इत्यस्य प्रपञ्चः, परन्तु एतावता अस्माभिः ज्ञातं यत् अर्धधातुककृत् प्रत्ययः अनित् चेत् इडागमः अवश्यं न भवति इति वयं जानामि. प्रत्ययः सेत् चेत् धातुः अपि सेत् चेत् इडागमस्य सम्भावना. आहत्य तर्हि क्षम्यतां, तर्हि प्रत्ययः वा धातुः एकमपि एकस्य अपि इडानुकूलता नास्ति चेत् वयं तु इडागमः न कुर्मः. उभयोः अपि उभौ अपि इडानुकूलौ चेत् इडागमचिन्तनं भवति इति पुनः तदेव विषयः. राजेन्द्रमहोदय पठति. आहत्य कृत् प्रत्ययाः तिङ्प्रत्ययाः च द्विविधा, सार्वधातुका आर्धधातुका च आर्धधातुकाः च. प्रत्ययः सार्वधातुकः सच् प्रत्ययः कृत् वा तिङ् वा भवतु, प्रक्रिया समाना. तथैव प्रत्ययः आर्धधातुकः चेत् सच् प्रत्ययः कृत् वा तिङ् वा भवतु, प्रक्रिया समाना. अतः धातुभ्यः प्रत्ययः यत् विधीयते तत्र चिन्तने तत् चिन्तनं केवलं द्विविधं, सार्वधातुकम् आर्धधातुकं च. तत्र स च प्रत्ययः प्रत्ययः कृ अथवा तिङ् इति प्रक्रियायां भेदः नास्ति. अतः सार्वधातुकप्रक्रियायाम् अस्ति लट् लोट् लङ् विदिलिङ् शानच् येषां कार्यं समानं विकरणप्रत्ययसहित्वात्. आर्धधातुकप्रक्रियायाम् अस्ति लिट् लृङ् लुट् लुण् लिट् आश्रिलिङ् त्रिट् नौल् अनिर् अनिर् तौतु इत्यादयः, येषां कार्यं समानं विकरणप्रत्ययः रहित्वा इडागमचिन्तनसहित्वा. अत्र सारांशेन अस्मिन् परिच्छेदे दत्तमस्ति कृत् प्रत्ययः च तिङ्प्रत्ययः च द्विविधा सन्ति, ते सार्वधातुकाः भवन्ति अथवा आर्धधातुकाः च भवन्ति. यत्र प्रत्ययः सार्वधातुकः धातुः सन्ति तत् सत्य प्रत्ययः कृत् भवति अपि च तिङ् तिङ् भवितुम् अर्हति, परन्तु यत्किमपि भवेत् तत्र प्रक्रिया यथा कृत् प्रत्ययः अस्ति वा तिङ् प्रत्ययः अस्ति वा तत्र प्रक्रिया समाना एव. तथैव प्रत्ययः प्रत्ययः अर्धधातुकः चेत् अर्धधातुकप्रत्ययः अस्ति चेत् तदपि कृत् वा तिङ् वा भवतु, तत्रापि प्रक्रिया समानः. यावत् यादृशी प्रक्रिया सार्धधातुक तिङ्प्रत्ययेषु भवति तथैव प्रक्रिया कृत्प्रत्ययेषु अपि भवति. अतः धातुभ्यः प्रत्ययः यत् विधीयते तत्र चिन्तनं केवलं द्विविधं, तत्कारणात् तत् किञ्चित् सुलभं भवति. धातुभ्यः यः प्रत्ययः यत् यत् कुत्रापि धातुभ्यः प्रत्ययः विहितः तत् चिन्तनं केवलं द्विविधम् अस्ति, प्रत्ययः सार्धधातुकम् अथवा आर्धधातुकं च. सः प्रत्ययः धातुतः विहितः यः प्रत्ययः अस्ति सः प्रत्ययः कृत् अथवा तिङ् तिङ् भवेत् इत्यनेन प्रक्रियायां भेदः नास्ति अतः सार्वधातुकप्रक्रियायाम् अस्ति सार्वधातुकप्रक्रियाम् अस्ति लट् लोट् लङ् विधे लिङ् अपि च शत्र शानच् ये शित् प्रत्ययाः सन्ति कृत् कृत् प्रत्ययेषु तत्र येषां कार्यं समानं विकर्णप्रत्ययसहित्वा तत्र विकर्णप्रत्ययः तत् चिन्तनं भवति घनभेदः भवति तत् कार्यं समानमेव आर्धधातुकप्रक्रियायाम् अस्ति लृट् लृ लुट् लुण् लिट् आश्रिलिङ् तच्च आश्रय तृच् प्रत्ययः आर्धधातुकप्रत्ययाः सन्ति तृच् नौल् त्वयत् अनीर् तौतु इत्यादयः ये प्रत्ययाः सन्ति येषां कार्यं समानं विकर्णप्रत्यय रहित्वात् अस्मिन् आर्धधातुकप्रत्यये यदा तिङ् भवेत् अथवा कृत् भवेत् तत्र विकर्णप्रत्ययः प्रश्नः न उदेति अपि च इड आगमः चिन्तनं भवेत् एव तत्र आर्धधातुकप्रत्ययेषु आमां सत्यं नूल् अस्ति तत्र नक भवान् नौल् नौल् इति उक्तवान् नौल् नास्ति न हिन्दीभाषा वदति कदाचित् ये हिन्दीभाषा जानन्ति तेषां कृते किञ्चित् संस्कृतं किञ्चित् क्लेशकरं भवति किमर्थम् इत्युक्ते हिन्दीभाषा अपि न जानामि ओ एवं किं महोदय अस्मि तत्कारणात् हिन्दीभाषा अपि न जानामि संस्कृतमपि न जानामि हिन्दीभाषापि न जानामि अस्तु किमित्युक्ते अत्र किमित्युक्ते सामान्यतया पश्यामः चेत् अन्तिमसोपानं धातुः विकरणप्रत्ययः योः मेलनं सर्वं कृत्वा अन्तिमसोपाने एव धातुविक्रणप्रत्ययेन मेलनं कृत्वा अन्तिमसोपाने वयं तिङ् वा अनन्तरं नो चेत् कृत्वा प्रत्ययेन सह योजनं भवति तर्हि अन्तिमसोपानपर्यन्तं समानकार्यं भवति यत्र सार्वधातुकप्रत्ययाः सन्ति इत्युक्ते कृत्प्रत्ययः प्रत्ययः भवन्तु तिङ्प्रत्ययः भवन्तु अन्तिमसोपानपर्यन्तं समानं भवति अन्तिमसोपाने एव भेदः वर्तते इति कृत्वा तेनैव तथैव आर्धधातुकस्य कृते अपि अन्तिम इडागमः सर्वं भूत्वा अन्तिमसोपानेव मेलनं भवति प्रत्ययेन सह इति कृत्वा मातृभिः तदर्थमेव कृतं सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया इति विभजनद्वयं कृतं तादृशचिन्तनं महोदयेन उक्तमासीत् एतादृशचिन्तनं प्रथमतया अस्माकं व्याकरणलोके पुष्पदीक्षितमहोदया एव आनीतवती तादृशपठनं तादृशविभजनं तादृशपुस्तकानि पाणिनिः यत्र यत्र सूत्राणि लिखितं तदाश्रुते एव लिखितवान् किन्तु सामान्यतया वैयाकरणानां पठनं तथा न भवति तिङ्प्रक्रिया कृत्प्रक्रिया इति ते पठन्ति तु तद् मास्तु सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया इति पद्धतिः अस्ति चेत् सारल्यं भवति सर्वेषां कृते छात्राणां कृते इति कृत्वा तादृश पद्धतिः सा नियमितवती तादृशं पुस्तकानि अपि रचितवती पाठः अपि रचितः ताभिः पाठः समाप्तः अस्मिन् संशयः धातुः क्रीत्वा आनीत्वा इति पूर्वस्य पङ्क्तिः इत्यस्य प्रपञ्चः इत्युक्ते किं भगिनि प्रपञ्चः इति लोकः इति लोकः अनन्तरं सम्भावना एतत् पङ्क्तिः अपि सम्भावना चेत् चेत् धातुः अपि चेत् चेत् इडागमस्य सम्भावना इत्युक्ते तत्र कार्यं करोति वा भवितुम् अर्हति इति पासिबिलिटि भवितुम् अर्हति अस्तु सम्भवति अस्तु अस्तु तत्र धन्यवादः अस्तु पाठः समाप्तः संश किमपि चर्चा करणीया किं कापि चर्चा अस्मिन् विषये नास्ति चेत् अग्रिमकरपत्रं स्वीकुर्मः अङ्गम् इति विषयः अस्ति खलु, तद् कुर्मः. आं भगिनि. मम तु वर्गं, मम वर्गं तु सामान्यतया सार्धदशवादनपर्यन्तं गच्छति, तर्हि मां स्मारयतु दशवादने स्थगनीयम् इति, नो चेत् अहं विस्मरामि. अस्तु, पठ कः पठति? रघुपतिमहोदय पठति किल महोदय. हा, एकनिमिषं. सार्वदकप्रकरण अदन्तमङ्गं तदेव भगिनि. आं महोदय, किम् इत्युक्ते विद्या भगिनी अन्यत् करपत्रं प्रेषितवती, यत् करपत्रे जालस्थाने यत् येन क्रमेण अस्ति तेन क्रमेण भगिनी करोति, किन्तु अहं तु स्वरूपमहोदयस्य वर्गं कथं चालितवान् 2015 वर्गं, तदनुसृत्य अहं गच्छामि. किमर्थम् इत्युक्ते कानिचन विषयानि सन्ति यत् वयं पूर्वम् अतीत्वा अनन्तरं वयं सूत्राणां बलाबलचिन्तनं कुर्मः चेत् प्रायः सरलं भवति इति कृत्वा महोदयस्य एव क्रमेण गच्छामि. अस्तु, तदेव रामप्रिया भगिनी अपि मया मम उक्तवती इति कृत्वा. सार्वधातुकप्रकरणम् अदन्तम् अङ्गम्. अधुना सार्वधातुकलकाराणां विषये पठिष्यामः. अस्मिन् पाठे यत्र अङ्गम् अदन्तम् अस्ति, अग्रिमे पाठे यत्र अङ्गम् अनदन्तम् अनदन्तम् अस्ति. पद्धतिः अत्यन्तं सुन्दरी, शीघ्रमेव सर्व अङ्गम् इति विषयः अस्ति खलु महोदय. अदन्त अङ्गं वा? तदेव भगिनि, यत् पठन् अस्मि तदेव वा? एकनिमिषं एकनिमिषं भगिनि, अहं तदेव ओपन् करोमि. अहम् अन्यत् कृतवान्, एकनिमिषम्. अत्र किमित्युक्ते पञ्चमभागस्य बिन्दोः प्रथमकरपत्रम्. अस्तु अस्तु अस्तु अस्तु, तदेव पठामि. अस्तु, अङ्गमिति विषयः. सर्वप्रथमम् अङ्गं नाम किम् इति अस्माभिः ज्ञेयम्. यस्मात् प्रत्ययविधि तदादि प्रत्ययङ्गम् इति प्रथम अध्यायस्य चतुर्थपादस्य त्रयोदश सूत्रमस्ति. यस्मात् प्रकृतिरूपात् प्रत्ययः विहितः भवति, यस्य आदौ प्रकृतिः अस्ति, यस्य अनन्तरं स च प्रत्यय उपस्थितः, तस्य नाम अङ्गम्. प्रकृति इत्युक्तौ धातुः प्रातिपदिकं च. यस्य आदौ उक्तं यतोहि मध्ये आगमाः आदेशाः च सन्ति चेदपि आहत्य प्रत्ययात् प्राक् यावत् अस्ति तत्सर्वम् अङ्गम् इत्युच्यते. विधानं विधिः, प्रत्ययस्य विधिः प्रत्ययविधिः षष्ठी तत्पुरुषः. तत् प्रकृतिरूपम् आदिः यस्य, तत् तदादि बहुव्रीहिः. यस्मात् पञ्चमन्तं प्रत्ययविधिः प्रथमान्तं, तदादि प्रथमान्तं, प्रत्यये सप्तम्यन्तम् अङ्गं प्रथमान्तम् अनेकपदमिदं सूत्रं. कोऽपि अधिकार अनुवर्ति वा नास्ति, सूत्रं स्वयं सम्पूर्णं. यस्मात् प्रत्ययविधिः तद् आदि तदादि प्रत्यये अङ्गम् इति. अत्र अङ्गम् इति तस्य विवरणं दत्तमस्ति. अङ्गम् इति किम् इति, यस्मात् प्रकृतिरूपात्, प्रकृतिरूपात् इत्युक्ते धातु अथ प्रातिपदिकात् प्रत्ययविहितः भवति, तत् तस्य आदौ प्रकृति यत् अस्ति तद् अङ्गम् इति वयं ज्ञातुं शक्यते अनेन सूत्रेण. प्रकृति इत्युक्तौ धातु अपि प्रातिपदिकं च. यस्य आदौ उक्तं यतोहि मध्ये आगमः आदेशः च सन्ति चेदपि आहत्य प्रत्ययात् प्राक् यावत् अस्ति तत्सर्वम् अङ्गम् इत्युच्यते. अस्तु, मध्ये इदानीं प्रत्ययस्य मध्ये किमपि आगमिष्यति चेत् अन्य प्रत्यय सन्ति चेदपि आदेश आगमः भवति चेदपि तत् अङ्गस्य भागं भवति तदपि. इति दत्तमस्ति. प्रत्ययस्य विधिः, प्रत्ययविधिः षष्ठी तत्पुरुषः, तत् प्रकृतिरूपम् आदर्यस्य इति बहुव्रीहि. अस्तु, वयं दृष्टवन्तः पूर्वं यथा पटयोग ति अस्ति, अत्र मध्ये शप् भवति, अतः शप् निमित्तीकृत्य पटये एव अङ्गं भवति. पट् परन्तु इदानीं पटयोग आ इति भवति, पट इति भवति, तत्र ति इति ति तिङ् निमित्तीकृत्य पट इति अङ्गं भवति इति इति वयं पठितवन्तः. तदेव अत्र दत्तमस्ति भगिनी. आं महोदय, अत्र किमित्युक्ते तृतीय अध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य तृतीय अध्यायं पञ्चम अध्यायम् अनन्तरं तृतीय अध्यायं चतुर्थाध्यायं पञ्चमाध्यायम् एतेषु अध्यायेषु प्रत्ययाः इति पाणिनिना निर्दिष्टाः. तर्हि तादृशप्रत्ययस्य आदौ यत्किमपि भवतु, के प्रकृतिः वा, नो चेत् प्रकृतिसहितम् अन्यप्रत्ययेन सम्मेलनं भवति वा, नो चेत् किमपि आगमः वा लोपः वा भवति चेत् तथापि तस्य अङ्गम् इति संज्ञा भवति इति अनेन सूत्रेण अवगन्तुं शक्नुमः. इदानीम् इडागमः भवति चेत् इटागे भवति चेत् कस्य इडागमः इति द्रष्टव्यम्. इडागमः प्रत्ययस्य इडागमः भवति प्रत्ययस्य एव भागः भवति तस्य. इड् इकारः अपि प्रत्ययस्य भागः भवति इति कृत्वा तस्मात् पूर्वात् यत् अस्ति तद् अङ्गमिति. किन्तु अन्यथा पश्यामः चेत् किमपि अन्यधातोः एव स्थाने अन्यधातुः आयाति, अनन्तरं कर्तरि शप् इति विकरणप्रत्ययः मध्ये आयाति, तर्हि शप् स्थाने अन्यत् शन् आयाति, श्नम् आयाति इति अन्यप्रत्ययः अपि आगन्तुं शक्यते खलु. तत्र कदाचित् अन्यप्रत्ययः सन्ति, या इति प्रत्ययः अस्ति, तादृशम् उदाहरणार्थं कर्मण्यर्थे अस्ति यत् प्रत्ययः विधीयते, तर्हि तत् सर्वं मिलित्वा अङ्गम् इति वयम् अवगन्तुं. तिङ् प्रत्ययस्य कृते यत् सर्वं पूर्वमस्ति तत् सर्वम् अङ्गम् इति. किन्तु यत् प्रत्ययस्य कृते पश्यामः चेत् धातुः अङ्गं भवति, भूयते इति कर्मणि रूपं, तर्हि भू धातुः अस्ति. यक् प्रत्ययस्य कृते भू इति अङ्गम् अस्ति. भू अनन्तरं तिङ् प्रत्ययस्य ते इति तिङ् प्रत्ययस्य कृते भूय इति अङ्गम्. अस्तु अस्तु, धन्यवादः. अग्रे विजया भगिनी पठति किं भगिनि? आं भगिनि, सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्ग् इत्येषु तिङ्सञ्ज्ञकान् ति आदि किमर्थं तत्र तिबादि इति आगच्छति? तिप् तिप् इति आदि तिप् आदि तिप् महिङ्गित् तिप्पादि प्रत्ययान् अधिकृत्य अङ्गनाम धातुविकरणप्रत्ययोः संयुक्तरूपं यस्य तिङ्संज्ञा भवति सः तिङ्संज्ञकः. अत्र ति आदि प्रत्ययान् अधिकृत्य उदाहरणार्थं भवति इत्यस्य निर्माणसमये ति इत्यस्य दृष्ट्या अङ्गं भव इति. ति इत्यस्मात् पूर्वं यावत् अस्ति तत् सर्वं ति इत्यस्य कृते अङ्गं. तर्हि अत्र अङ्गं नाम धातु विकर्णप्रत्ययोः संयुक्तरूपं, यथा बद् योगः अकारः इत्युक्ते बद्, भू योगः अकारः इत्युक्ते भव इत्यादीनि अङ्गानि. वयं पूर्वमेव दृष्टवन्तः तत्र यस्मात् प्रत्ययविधिः तद् आदौ प्रत्यय अङ्गम् इति. तत्र एतत् विधिसूत्रं नास्ति, एतत् सर्वं संज्ञासूत्रमेव, नामकरणसूत्रमेव. तत्र सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्ग् इत्येषु तिङ्संज्ञकान् एव कार्यं करोति. तत्र तिङ् महिङ्ग् एतत् सर्वं नव अष्टादश इति तिङ् प्रत्यय योजनम् अधिकृत्य एव तत्र अङ्गकार्यं करोति. अङ्गं नाम धातुः विकर्णप्रत्ययोः, विकर्णप्रत्ययं वयं पूर्वमेव दृष्टवन्तः, ष्यन् नो नः नो ओ ओकारः अकारः एतत् सर्वं दशगणेषु आगच्छति खलु. एतत् सर्वं विकर्णप्रत्ययोः कार्यं करोति, संयुक्तरूपमेव कार्यं करो, संयुक्तरूपेण कार्यं करोति. यस्य तिङ् संज्ञा भवति सः तिङ् संज्ञकः. अनन्तरं तिङ् महिङ् एतदादि प्रत्ययान् अधिकृत्य एव कार्यं करोति. उदाहरणार्थं तत्र भवति इति धातुरूपम् अस्ति, निर्माणसमये एतत् ति अन्तिम तिङ् प्रत्यये आगच्छति, दृष्ट्या अङ्गं तत्र भव एव तत्र ति इत्यस्मात् पूर्वं यावत् अस्ति तत् सर्वं ति इत्यस्य कृते अङ्गं भवति. ति इति अष्टादश तिङ् प्रत्यये मध्ये ति इति आगच्छति प्रथमम् एव, तत्र पूर्वं यावत् अस्ति तत् सर्वं ति इत्यस्य कृते एव अङ्गमस्ति. तर्हि अत्र अङ्गं नाम धातु विकर्णप्रत्ययोः संयुक्तरूपं. तत्र वयं दृष्टवन्तः पूर्वमेव, अनन्तरमपि वयं भवति इति रूपेण एव पश्यन्तः एतत् सर्वम्. अनन्तरम् अन्य उदाहरणमस्ति, तत्र वद्योगः अकारः, तत्र विकर्णप्रत्ययम् अकारः अस्ति, अनन्तरं तिङ् प्रत्यययोजनेन ति इति योजनेन वदति एव आगच्छति, अनन्तरं भू इति पुगन्तलघुपदस्य इति कार्यं करोति, तत्र यान्तवन्तदेशसन्धिः अपि कापि कार्यं करोति, अतः भू इति भव इति आगच्छति. अनन्तरं विकर्णप्रत्ययः आ एव अस्ति तत्र. अनन्तरं त्रिङ् त्रिङ् तिङ् योजनं कृत्वा तत्र भवति इति रूपं निष्पन्नं तत्र. एतदेव प्रथमं वयम् अङ्गं स्वीकृत्य एव अनन्तरं विकर्णतृतीयं कार्यं योजनेन हि तत्र तिङ् प्रत्यय तिंशित् सार्वधातुकम् इति एतत् सूत्रेण योजयित्वा एव तत्र वदति भवति इति आगच्छति रूपम्. आं भगिनि, द्वितीयगणे यत् अस्ति अस्माकम् अदादिगणे तु विकर्णप्रत्ययः नास्ति, तर्हि विकर्णप्रत्ययस्य लुप् भवति खलु, तर्हि तत्र तु साक्षात् धातुः एव अङ्गम् इति, धातोः एव धातोः नामकरणं द्वयं भवति, एकं धातुः इति नामकरणं संज्ञा अपि भवति, अनन्तरम् अङ्गम् इत्यपि तस्यैव संज्ञा भवति इति अपि अस्ति. धन्यवादः भगिनि. आं भगिनि, अग्रे श्री श्रीवल्ली भगिनी पठति किं भगिनी, भगिनी भगिनी अधिकं न पठितुं शक्तवती इति कृते अहं म्यूट् भवामि, भगिनी पठतु अनन्तरं भगिनी म्यूट् भवतु अहं वदामि. आं भगिनि, इदानीम् इदं सार्वधातुकलकाराणाम् अङ्गकार्यं अङ्गं कथं निर्मीयते इति विषयः. बहुत्र किमपि विशेषं कार्यं नास्ति, केवलं संयोजनं. यथा वद्योगः शेप् इति, वद्योगः अकारः इति वद भवति, किन्तु केषुचित् प्रसङ्गेषु कार्यं वर्तते. यथा भूयोगः शेप् भव इति भवति, भूयोगः अकारः भू उ इति तु न भवति किल, किञ्चित् कार्यमस्ति येन भव इति अङ्गं निष्पन्नं स्यात्. इदानीं सार्वधातुकलकाराणां लट् लोट् लङ् विधि लिङ् इत्येषु लकाराणाम् अङ्गं निर्मीयते इति अत्र विषयः. बहुत्र किमपि विशेषं कार्यं नास्ति, उदाहरणे वद्योगः शेप् वद्योगः वद इति भवति, अत्र कार्यं विशेषकार्यं नास्ति. परन्तु भूधातुः भूयोगः शप् प्रत्ययः भव इति भवति, अत्र विशेषकार्यम् अस्ति, भूयोगः आ गुणकार्यं भवति, तस्य विशेषकार्यं वर्तते. भूयोगः आ भू आ इति तु न भवति, किञ्चित् किञ्चित् कार्यम् अस्ति येन भव इति अङ्गं निष्पन्नं स्यात्. तर्हि प्रत्ययात् प्राक् यावत् अस्ति तत् अङ्गम् इति उच्यते. अत्र इत्संज्ञा नाम का इति विषये किञ्चित् पुनस्मरणं भवति. इत् षित् च इति अन्योः अर्थः सम्यक् न ज्ञायते चेत् अग्रे द्वयोः पङ्क्त्योः मध्ये स्थितः भागः अवश्यं पठनीयः। ये अस्मिन् विषये सम्यक् स्मरन्ति ते इदम् उपभागम् अपठित्वा साक्षात् ततः अग्रे गच्छेयुः। अत्र इत्संज्ञा नाम का इति विषये किञ्चित् पुनस्मरणं भवति। अहं पूर्वं जानीमः इत् विषये, इत्संज्ञा विषये, परन्तु इत् षित् च इति अनयोः अर्थः सम्यक् न ज्ञायते चेत् अग्रे द्वयोः पङ्क्त्योः मध्ये स्थितः भागः अवश्यं पठनीयः। इत् नाम किम्, अषित् नाम किम् अर्थः सम्यक् ज्ञायते अथवा द्वयोः पङ्क्त्योः मध्ये स्थितः भागः अवश्यं अतः अवश्यं पठनीयः। ये अस्मिन् विषये सम्यक् न एकं विषयं वक्तुम् इच्छामि इत्युक्ते अत्र वदयोगः इति अस्ति खलु, वदय शप् प्रत्ययः अस्ति, अनन्तरं शप् इत्यस्य अनुबन्धलोप अनन्तरम् अ इति अस्ति, केचन कदाचित् अकारः इति वदति, किन्तु तत्तु अ इति प्रत्ययः अस्ति, तर्हि अ इति प्रत्ययः इति वक्तव्यम्, अकारः इति मा वक्तव्यं, भगिनी तथा न उक्तवती, केवलं केवलं स्मारितवती। अनन्तरं इत्युक्ते प्रत्ययात् पूर्वं यत् अस्ति तत् अङ्कम् इति उक्तमस्ति, तर्हि कानिचन सूत्राणि अपि सम्भवन्ति, यत्र पूर्वं शप् प्रत्ययः अस्ति चेत् सप् शप् प्रत्ययनिमित्रिकं कार्याणि अङ्गकार्याणि भवन्ति, तत्सर्वं समाप्य यद्भागः अस्ति तदेव अङ्गम् इति पुनः उक्तमासीत् प्रथम पङ्क्त्यां। द्वितीयपङ्क्तम् इत्यस्ति, वयं जानीमः किम् इत् इत् संज्ञा इत्युक्ते किं, यस्य वर्णस्य अनुबन्धलोपः भवति तस्य तु इत् संज्ञा इति वदामः खलु। तर्हि यत्र षित् इति प्रत्यय, यत्र शप् इति प्रत्ययस्य शकारस्य अनुबन्धलोपः भवति इति कृत्वा, शकारस्य लोपः अपगच्छति शकारः इति कृत्वा, श इत्यस्य इत् संज्ञा इति वदामः। तर्हि श इत्यस्य इत् इति कार्यं भवति इति कृत्वा शप् प्रत्ययस्य नामकरणमस्ति षित् इत्यपि तस्य नाम वर्तते। अनन्तरं शप् प्रत्ययस्य पुनः पकारः अपि अपगच्छति इति कृत्वा अनुबन्धलोप, तस्यापि अनुबन्धलोपः भवति इति कृत्वा पकारस्य इत् कार्यं भवति इति कृत्वा शप् प्रत्ययस्य पित् इत्यपि संज्ञा अस्ति। तर्हि शप् प्रत्ययस्य संज्ञाद्वयम् अस्ति, षित् अस्ति, पित् अस्ति। तथा एव णिच् इति वदामः चेत् नकारस्य इत् संज्ञा भवति, उदाहरणार्थं चुरादिगणीयधातुः चोरयति, तत्र तु णिच् इति मध्ये आयाति, प्रथमं तु णिच् प्रत्ययः आयाति चुरादिगणीयधातूनां। तर्हि तत्र किम् आयाति, तत्र तु णकारस्य इत् संज्ञा अस्ति इति कृत्वा णित् अस्ति, णिच् प्रत्ययः। अनन्तरं चकारस्य इत् संज्ञा भवति इति कृत्वा चित् अपि अस्ति, किन्तु चित् इत्यस्य किमपि महत्त्वम् अस्ति वा इति न जाने, णित् इत्यस्य अनेके सूत्राणि सन्ति, णित् अति अस्ति इति कृत्वा कानिचन सूत्राणि प्रवर्तनीयानि अस्माभिः इति कृत्वा संज्ञा भवति। यत्र संज्ञा विददाति चेत् यत्र संज्ञा गच्छति आयाति तस्मिन् समये षित् इति, उदाहरणार्थं शप् प्रत्ययस्य षित् अस्ति इति कृत्वा षित् अधिकृत्य कानिचन सूत्राणि भवन्ति, अनन्तरं पित् अस्ति इति कृत्वा तद् अधिकृत्य कानिचन सूत्राणि अपि सन्ति। तर्हि प्रथमं तस्य अनुबन्धलोपः इति दृष्ट्वा तस्य नामकरणमपि भवति षित्, कस्यपि वर्णम् अपगच्छति चेत् तदनुसृत्य नाम अपि भवति। एतत् किमर्थम् इत्युक्ते पाणिनिः अपगच्छति चेत् पाणिनिः किमर्थं योजितवान् इति प्रश्नस्य उत्तरमस्ति। अस्य तु महत्त्वम् अस्ति, शकारं पाणिनिः किमर्थम् अत्र योजितवान्, अस्य का आवश्यकता इति चेत् शकारः आदौ अस्ति, तस्य तु अनुबन्धलोपः भवति अपगच्छति इति कृत्वा कानिचन सूत्राणि षित् इत्यस्य कृते, यत्र यत्र षित् भवति तत्र तत्र एतानि सूत्राणि करणीयानि इति पाणिनिः निर्दिष्टवान् इति कृत्वा अनुबन्धलोपस्य महत्त्वम् अस्ति, तद् प्रमुखविषयः अस्ति। तर्हि अग्रिमपङ्क्तिं पठनीयं किं, जानाति किम् इत्यपि संशयः अस्ति किम्, इत् नाम किम् इति न आवश्यकम् इति अहं चिन्तयामि. वयं स्वयं पठेम अग्रे. इति इत्युक्ते हलन्त्यं तस्य लोपः अनन्तरं लशत् तति इति एतदेव इति खलु भगिनि? आं भगिनि, तानि एव सूत्राणि सन्ति. किन्तु यत्र अनुबन्धलोपः अनुबन्धलोपस्य कृते कानिचन सूत्राणि सन्ति. किन्तु यत्र अनुबन्धलोपः भवति तस्य तु महत्त्वम् अस्ति. श इत्यस्य अनुबन्धलोपः भवति, न इति निश्चित्यस्मिन् प्रत्यये न इत्यस्य अनुबन्धलोपः भवति इत्युक्ते पाणिनिः प्रथममेव नकारं किमर्थं निर्दिष्टवान्? तस्य तु तत्तु अपगच्छति खलु इति प्रश्ने सति तस्य अपगमनेन कानिचन कार्याणि प्रवर्तनीयानि इति विषयः. एकवारं पठितुम् इच्छति चेत् किं कुर्मः? प्रायः शीघ्रं केनापि पठ्यति चेत् रघुपतिमहोदय पठति महोदय. आम्, इत् नाम किं? पाणिनीयव्यवस्थायां पदानां नामपदानां क्रियापदानां च व्युत्पत्त्यर्थं क्रमः भवति. क्रमस्य नाम प्रक्रिया. प्रक्रियायां सोपानानि सन्ति. दृष्टान्ते रामशब्दः प्रथम्यन्तं पदं रामः. व्युत्पत्त्यर्थं क्रमः भवति यत् तथा हि रामयोगसु रामसु इति रामस् भवति. उकारस्य लोपः भवति, रामस् इति भवति. अनन्तरं रामयोगरु सकारस्य रुत्वं भवति. अनन्तरम् उकार तस्य लोपः भवति, रामर् भवति. अनन्तरं रकारस्य विसर्गः भवति, करवास विसर्जनीय इति रामः इति भवति. एवं च कस्यापि शब्दस्य व्युत्पत्त्यर्थं सोपानानि सन्ति. सोपानेषु बहुत्र वर्णाः आगच्छन्ति किन्तु न तिष्ठन्ति, किञ्चित् विशिष्टं कार्यं कृत्वा अपगच्छन्ति. यथा अत्र रामशब्दः सु आगच्छति, तदा उ गच्छति, तदा स गच्छति, तदा रु आगच्छति, तदा उ गच्छति, तदा र गच्छति. गच्छति इत्युक्तौ तेषां वर्णानां लोपः भवति. यद्यपि एते वर्णाः न तिष्ठन्ति तथापि तेषां मूल्यवत् कार्यमस्ति. तत् कार्यं किम् इति अग्रे वक्ष्यते. येषां वर्णानां लोपः भवति तेषाम् इत् इति संज्ञा भवति. अग्रे पठामि वा भगिनि? तत्र अत्र संशयः अस्ति किम् अस्मिन् भागे? अयं भागः समीचीनम् अस्ति खलु, यत् वयम् अस्माभिः उक्तमासीत् तदेव वयं षित् कित् नित् पित् षकारः इत् यस्य तत् षित्. शत्र इति कश्चन प्रत्ययः. बालः खादन् वदति. खादन् इति शत्रन्तं पदम् अस्ति. शत्रुप्रत्ययः अन्ते अस्ति. शत्रुप्रत्यये षकारः अस्ति किन्तु सः षकारः न तिष्ठति. पश्यतु, खादन् इति पदे षकारः अस्ति किम्? नास्ति किल. अतः षकारः न तिष्ठति, अपि तु किञ्चित् कार्यं कृत्वा गच्छति. एवं च षकारः इत्संज्ञकः. इत्संज्ञकः षकारः शत्रुप्रत्यये अस्ति, अतः शत्रुप्रत्ययः षित् इति उच्यते. शत्रुप्रत्ययः षित् अस्ति. अस्तु अस्तु, अत्र शकार षित् कित् नित् पित् इत्यस्य वर्णनमस्ति. शकारः यत् इत् भवति सत् षित् अस्ति. अत्र शत्प्रत्ययस्य आदौ शकारः अस्ति, तत् इत्संज्ञ तस्य इत् इत्संज्ञक वर्णः अस्ति. अतः शत्प्रत्यय षित् इति उच्यते. इदानीम् अग्रे ककारः इति यस्य तत् कित्. तवतु प्रत्यय कित् ककारः न तिष्ठति. तुमुन् प्रत्यय न षित् वा न वा कित्. तव्यत् प्रत्ययः अपि न षित् न वा कित्. ङकारः इत् यस्य त नित्. पकार इत् यस्य तत् पित्. अग्रे गत्वा किं ङित् किम्पित् इति दृश्यताम्. अग्रे पठामि वा भगिनि? तत्र अत्र समयः अतीतः खलु महोदय, दशवादनम् अहं तु दृष्टवती अपि. अस्तु, तर्हि गृहपाठं ददाति खलु भगिनि? अहं न जानामि किं करोमि. प्रायः गत करपत्रम् अस्ति खलु, पूर्वतनकरपत्रं, तस्मिन् प्रायः तं करपत्रं तत् करपत्रं प्रायः पुनः दृष्ट्वा आगच्छति चेत् समीचीनं भवति इति मन्ये. धन्यवादः. एतदेव वा भगिनि? आं भगिनि, प्रायः किञ्चन अभ्यासमपि कृत्वा आगच्छन्ति चेत् समीचीनं भवति. प्रायः आर्धधातुक सार्वधातुकलकाराः द्वयं चिन्तयतु, द्वयं स्वीकरोतु इति कृत्वा तेषां कुत्र इडागमचिन्तनं नास्ति, धातुद्वयमपि स्वीकृत्य इडागमचिन्तनं नास्ति खलु, केवलं प्रत्ययस्य विकरणप्रत्ययः आयाति इति दृष्ट्वा तस्मिन् विषये किञ्चित् रूपाणि साधयतु, अनन्तरं चिन्तयतु, अनन्तरम् आर्धधातुकप्रत्यय प्रक्रिया चिन्त दृष्ट्वा यत्र इडागमः वर्तते, उदाहरणार्थं रुटि आर्द्र इडागमः वर्तते, तादृशचिन्तनं किञ्चित् करोतु. अनन्तरं कृत् प्रत्ययानमपि प्रत्ययद्वयं स्वीकृत्य पश्यति चेत् समीचीनं भवति. तर्हि विरमामः, समापयामः. अस्मिन् करपत्रे अपि पुनः प्रश्नः नास्ति खलु? धन्यवादः. धन्यवादः.